नमस्कारः, अस्माकं पाणिनीयव्याकरणवर्गे स्वागतं। तत्र रुधादिगणः इति पाठः प्रवर्तमानः अस्ति। तत्र वयं चकारान्तदातवः तत्र सप्ताहे दृष्टवन्तः, जकारान्तदातवः अपि दृष्टवन्तः। युज् इति धातुः, तस्य रूपाणि गतसप्ताहे तत् साधितवन्तः। इदानीं किञ्चित् अग्रे सरामः। युज् एवमेव तत्र अञ्जु, भञ्जु, भुज्, अनन्तरम् ओ वि जि, विज् इति धातुः, ओ ओकारस्य संज्ञा, अनन्तरं ऋजि इति धातवः, समानरूपमेव, समाना प्रक्रिया इत्येव भवति। अतः तकारान्तदातवः तत् पश्यामः। एकः एव धातुः अस्ति, कृति, कृत् इति। विजया भगिनी पठति वा? आं भगिनि, पठामि। तृतीयबिन्दुः तकारान्ताः धातवः। एकः धातुः, कृति, कृतिति, कृति, कृत् परस्मैपदी, वेष्टने आवृणोति, परिवेष्टयति इति अर्थः। कृत् योगः श्नम्, मिदचोन्त्यात् परः इत्यनेन कृणत् इति। तत्र नकारः अचिवर्णात् मध्ये नकारः आगच्छति, कृत् मध्ये नकारः आगच्छति। तिङ् प्रत्ययः निमित्तिकं, तत्र अङ्गकार्यं, पित्सु अङ्गकार्यं नास्ति। कृणत् योगः ति, कृणति इति अटुकुपवाङ्नुं विवयायेपि इति सूत्रेण तत्र दन्तेनकारस्य स्थाने मूर्धन्यनकारः भूत्वा कृणति इति भवति। कृणत् योगः आणि कृणतानि इति लोट्लकारे उत्तमपुरुषम् आगच्छति। अपि अपित्सु स्नसोल्लोपः इत्यनेन श्नम् इत्यस्य अकारस्य लोपः, कृणत् योगः तः, कृन्तः योगः तः, कृन्तः। तत्र नकार उत्तर उत्तरोत्तर अकारः लोपः भूत्वा कृन्त् इति भवति। कृन्त् योगः तः, कृन्तः इति भवति। अत्र बि बिन्दुः, पठामि वा अग्रे भगिनि? सन्धिकार्यं कृन्त् योगः तः। भगिनी नमस्कारः, भगिनि अस्तु। कृन्त् योगः तः, नच् पदान्तस्य जलि इति सूत्रेण तत्र अनुस्वारः भूत्वा कृन्त् इति भवति। कृन्त् योगः तः, इदानीम् अनुस्वारस्य ययि परसवर्णः इति परसवर्णे भूत्वा तत्र कृन्त् योगः तः, वर्णमेलने, वर्णमेलनेन कृन्तः इति भवति अन्तिमरूपं। देयं यत् अस्य क्रमस्य आरम्भे अन्ते च नत्वं स्यात् इति भाति, किन्तु पूर्वात्र सिद्धम् इत्यनेन आरम्भे शास्त्रासिद्धम् अन्ते, शास्त्रासिद्धम् अन्ते कार्यसिद्धं भवति पूर्वत्र सूत्रेण। अग्रे एतत् विषये प्रथमबिन्दुः, आरम्भे शास्त्रासिद्धं कृन्त् योगः तः। अत्र रसाभ्यां नूनः समानपदे इत्यनेन नत्वं स्यात्, परन्तु अत्र सूत्रद्वयस्य प्रसक्तिः अस्ति। किमस्ति चेत् नच् पदान्तस्य जलि इति अष्टमाध्याये तृतीयपादे चतुर्विंशति इति सूत्रम् अस्ति, नच् पदान्तस्य जलि इत्यनेन। परन्तु तत्र रसाभ्यां नूनः समानपदे इति सूत्रम् अष्टाध्याये चतुर्थपादे प्रथम सूत्रमस्ति। त्रिपाद्यां समानकाले सूत्रद्वयस्य प्रसक्तिः अस्ति चेत् पूर्वत्र सिद्धम् इत्यनेन परसूत्रम् असिद्धं भवति। अतः तत्र रसाभ्यां नूनः समानपदे इति सूत्रम् असिद्धं भवति। अनयोः सूत्रयोर्मध्ये रसाभ्यां नूनः समानपदे परसूत्रम्, अतः अत्र असिद्धं भवति एव। नच् पदान्तस्य जलि इत्यनेन नकारस्य स्थाने अनुस्वारः भवति, अनुस्वारः अनुस्वारे कृते नत्वस्य प्रसक्तिः अत्र अस्ति. अतः तत्र कृन्त् इति कृन्त् इत्यनेन कुत्र अस्ति तत्र नकारः भूत्वा इति वयं दृष्टवन्तः. कृणतानि इति लोट्लकारे उत्तमपुरुषे एकवचनं, तत्र ह्रस्व दन्त्यनकारस्य स्थाने मूर्धन्यनकारः आगच्छति कृणतानि इति. तद् यदा तत्र णत्वस्य प्रसक्तिः आसीत् तत्र, अत्र तु कृन्त्योगः तः इति आरम्भे शास्त्रसिद्धं कृन्त्योगः तः, तत्र रसाभ्यां नूनः इत्यस्य प्रसक्तिः नास्ति. नश्चापदान्तस्य जलि इत्यनेन तत्र अनुस्वारः भवति कृन्तः इति रूपम्. अनन्तरं ययि परसवर्णः इत्यनेन पुनः नकारः आगच्छति कृन्तः इति रूपं, तत्र णत्वमेव न भवति. तद् प्रथमबिन्दुः. द्वितीयबिन्दुः पठतु भगिनि. आं भगिनि, द्वितीयबिन्दुः अन्ते कार्यसिद्धं कृन्त् अनुस्वारः अस्ति. कृन्त् योगः तकारः, तत्र अनुस्वारस्य ययि परसवर्णः. अत्र अष्टमाध्याये चतुर्थपादे षड् अष्टपञ्चाशीत्तम इति सूत्रं कृन्त् योगः तः, तत्र कृन्तः इति भवति. अधुना कृन्तः इति रूपं दृष्ट्वा रसाभ्यां नूनः समानपदे इति सूत्रस्य प्रसक्तिः स्यात् इति भाति. परन्तु तस्मात् प्राक् अनुस्वारस्य ययि परसवर्णः इति सूत्रम् आगच्छति इत्यनेन नकारः आदिष्टः. अधुना रसाभ्यां नूनः समानपदे इति सूत्रं प्रथमसूत्रमस्ति अष्टाध्याये चतुर्थपादे इति सूत्रं प्रति अनुस्वारस्य ययि परसवर्णः. अत्र 85 इति सूत्रमस्ति, परसूत्रमस्ति अत्र. अतः तस्य कार्यम् असिद्धं भवति. वस्तुतः कार्यं संज्ञातम् एव, परन्तु रसाभ्याम् इत्यस्य दृष्ट्या न जातमेव. रसाभ्याम् इति सूत्रेण कृन्तः इत्येव दृश्यते, न तु कृन्तः इति. अतः नत्वस्य अवसरः अत्र नास्ति एव. एतत् स्पष्टतया तत्र कृतमेव. किमर्थं पूर्वत्र सिद्धम् इति सूत्रं, परसूत्रम् असिद्धं भवति, पूर्वसूत्रमेव तत्र कार्यं करोति इति तत्र दत्तं. सम्यक् तदेव भवति. आं धन्यवादः. धन्यवादः. उषा भगिनी पठति वा कृन्त्योगः हि, तत्र भिन्नविषयः अस्ति इदानीम्. नमस्ते भगिनि. आं भगिनि, भगिनि विजया भगिनी इट्स् सो फास्ट्. ओ अवगतं वा प्रश्नः अस्ति वा? ऐ वाण्टेड् टु रीड् देट् अगेन्. तत्र किं चिन्तनम् इति वदामि, तत्र तत्तु वयं जानीमः, अनन्तरं तत्र वाक्यरूपेण दत्तमस्ति शास्त्रसिद्धं कार्यसिद्धम् इति. तद् इतोपि विवरणम् अस्ति तदेव. तत्र कृन्त्योगः तः इत्यत्र नश्चापदान्तस्य जलि अनुस्वारस्य ययि परसवर्णः एव कार्यं करोति तद् वयं. तत्र किमर्थं तत्र णत्वं न स्यात्? ऋ इति अस्ति किल, तत्र णत्वस्य निमित्तम् अस्ति, किमर्थं न भवति इत्येव प्रश्नः. तत्र किमर्थं न भवति इत्युक्ते त्रिपादिसूत्राणि तत्र क्रमेण एव गच्छति, पूर्वसूत्रं प्रति परसूत्रम् असिद्धम्. अतः तत्र प्रथममपि रसाभ्यां नूनः समानपदे न भवति. यदा अनुस्वारः जातः अनन्तरं भवति वा इति, अनुस्वारस्य स्थाने परसवर्णः जातः अनन्तरं भवति वा इति प्रश्नः. तदा तु न भवति एव किल. तद् 84 58 अभवत्. कथं पुनः तद् पश्यति? तद् न पश्यति. अतः तत्रापि न भवति. तद् असिद्धमेव तस्य विवरणं. एकवारं शास्त्र असिद्धं, शास्त्र असिद्धम् इत्युक्ते सूत्रमेव असिद्धं, सूत्रम् एव न पश्यति इति. कार्य असिद्धम् इत्युक्ते कार्यं जातम् अनुस्वारस्य ययि परसवर्णः इत्यनेन, तद् कार्यं रसाभ्यां नूनः समानपदे न पश्यति. तद् इदानीमपि अनुस्वारः एव पश्यति. अतः कार्यम् असिद्धम्. धन्यवादः भगिनि. धन्यवादः भगिनि. कृन्त् कृन्त् योगः हि हू जल्भ्यो हेर्दिः इत्यनेन कृन्त् योगः हि स्थाने दि भवति. कृन्त् योगः दि नश्चापदान्तस्य जलि इत्यनेन कृन्त् योगः दि दि भवति. जलां जश् जशि इत्यनेन कृन्द् योगः दि अनुस्वारस्य ययि परसवर्णः इत्यनेन कृन्द् अनुस्वारस्य स्थाने नकारः भवति. कृन्द् योगः दि कृन् दि भवति. अनन्तरं जरो जरी सवर्णे इत्यनेन विकल्पेन जर् लोपः कृन्दि भवति, दकारस्य लोपः भवति. अग्रे पठामि. अन्ते झरो झरि सवर्णे हल् उत्तरस्य जरः विकल्पेन लोपः भवति सवर्णझरि परे. जरः षष्ट्यन्तं, झरि सप्तमीयन्तं, सवर्णे सप्तमीयन्तं त्रिपदमितं सूत्रम्. हलो यमां यमि लोपः इत्यस्मात् हलः लोपः इत्यनयोः अनुवृत्तिः. झयोः अन्यतरस्याम् इत्यस्मात् अन्यतरस्याम् इत्यस्य अनुवृत्तिः. तयोरिवाचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं हलः जरः लोपः अन्यतरस्यां सवर्णे जरि संहितायां. झरो जरि सवर्णे इति सूत्रं वदति संहितायां विषये हलः यत् जरः हलः परः अस्ति तत् जरः परे सवर्णझरि अस्ति चेत् लोपः भवति विकल्पेन इति सूत्रं वदति. हल् उत्तरस्य जरः विकल्पेन लोपः सवर्णझरि परे. आं भगिनि, तत् सूत्रं कार्यं करोति. कृन्त् योगः हि इति स्थाने कृन्द् दि इति स्थिते झरो झरि सवर्णे इत्यस्य इति सूत्रेण दकारस्य अल्पप्राणदकारस्य लोपः भवति. अल्पप्राणदकारः न् परः अस्ति, ध् दकारस्य परे अस्ति, तस्मात् दकारस्य लोपः भवति. कृन्दि इति रूपं सिद्ध्यति. यत्र यत्र झरो झरि सवर्णे इत्यस्य प्रसङ्गः स्यात् तत्र तत्र अवश्यं प्रयोक्तव्यम्. अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि. उपरि दत्तानां नियमानाम् आधारेण रूपचिन्तनं करोतु. लटिरूपं करोमि वा भगिनि? लटि तकारान्तदातु कृत् योगः कृत् इति भवति. कृत् योगः लट् कृत् श्नम् आगच्छति. मिदचोन्त्यात् परः इत्यनेन अन्त्य अच् परः नकारः भवति. कृणत् योगः तिप् कृणत् योगः ति उपदा ईक्वर्णः नास्ति, गुणकार्यं नास्ति. कृणत् योगः ति कृणत्ति भवति. कृणत्ति रषाभ्यां नोणः समानपदे इत्यनेन कृणत्ति भवति. रषाभ्यां नोणः तकारृकारः परः नकारः अस्ति. अट् कुप् आङ्नुं व्यवाये अपि अट् नकारः नकारः अट् कुप् आङ्नुं रषाभ्यां व्यवधानमस्ति वा? नोन् व्यवधानं नास्ति भगिनि. रषाभ्यां नोणः रषाभ्यां नोणः समानपदे तावदेव कृणत् योगः ति कृणति भवति. देन् कृणत् योगः तः कृणत् योगः तः तः इति अपित् कार्य अपित् अस्ति. अपित् कारणात् कितिङ् इति परे श्नसोर् अल्लोपः इत्यनेन अकारस्य लोपः भवति. कृणत् योगः तः इति स्थिते कृन्त् भवति. कृन्त् योगः तः कृन्त् योगः तः नश्चापदान्तस्य जलि इत्यनेन अनुस्वारं रूपं भूत्वा कृन्त् योगः तः भवति. अनुस्वारस्य यरि ययि परसवर्णः इत्यनेन का अनुस्वारस्य नकारः भूत्वा कृन्त् भवति. कृन्त् देन् रसाभ्यां नोणः समानपते इत्यनेन कृन्त् योगः भवति. तत्र कृन्तः इत्यत्र रसाभ्यां भवति वा? कृन् रसाभ्यां नो भगिनि नो, कृन्तः एव भवति. कृन्तः एव भवति. देन् तीतः अन्ति कृन्त् कृन् वाट् इस् द रूपं कृणत् कृणत् योगः अन्ति वर्णमेलनमेव कृणदन्ति. देन् सि एकनिमिषं भगिनि, तत्र कृन्त् योगः तः कृन्त कृन्तः इति अस्ति किल, तत्रापि जरो जरि भवितुम् अर्हति किल? नकारः तकारः तकारः सवर्णे सवर्णजरि अस्ति. सो आं भगिनि, सो कृन्तः एव भवति. प्रथमतकारः लोपः भवति. समान सवर्णजरि एव जरोजरि सवर्णे इत्यनेन कृन्तः भवति. आं भगिनि, तीतः अन्ति इति ओ कित्नित् परे स्नसोरल्लोपः इत्यनेन अकारलोपः भवति. कृन्त् योगः अन्ति कृन्तन्ति इति भवति. देन् कृणत् योगः सि कृणत् योगः सि कृणत् कृणत् सि एव भवति. तः इति कृन्त् योग कृणत् योगः तः श्नसोरल्लोपः इत्यनेन कृन्त् भवति. कृन्त् योगः तः कृन्त् योगः तः नश्चापदान्तस्य जलि इत्यनेन कृन्त् योगः तः अनुस्वारस्य ययि परसवर्णः इत्यनेन कृन्त् योगः तः. देन् जरोजरि सवर्णे इत्यनेन सवर्ण जर् परः अस्ति. प्रथमतकारः लोपः भवति. कृन्तः इति भवति. देन् तीतः सीतः त एवमेव भगिनि कृन्तः भवति. मी कार्यं नास्ति, पित् कार्यं नास्ति, कृणत् मी कृणत् मी एव भवति. मी वह मह वह मह अपि अपित्सु कार्यं श्नसोरल्लोपः इत्यनेन कृणत् योगः वः कृन्त् योगः वः कृन्त् वः. जलि नास्ति, नश्चापदान्तस्य जलि कार्यं नास्ति. कृन्त् योगः वः कृन्त् वः कृन्त् मः एव भवति. जरोजरि सवर्णे कार्यं नास्ति भगिनि. किमर्थं नश्चापदान्तस्य जलि नास्ति? कृन्त् ओ तकार जलि तकार जलि. सो कृन्त् योगः वः कृन्त् योगः वः कृन्त् योगः वः अनुस्वारस्य ययि परसवर्णः इत्यनेन नकारः या कृन्त् योगः वः कृन्त् वः एव भवति भगिनि. जरोजरि न भवति, तत्तु जरोजरि न भवति, समानजरि न भवति. सम्यक्, समीचीनं, धन्यवादः महोदय. लोट् वदति वा? कृतयोग तु अपित अस्ति अतः अष्टं प्रत्यागच्छति कृणत् योग तु कृणत्तु अनन्तरं कृणत् तत्र रसाभ्यां कृणत्तु न रसाभ्यां न कृणत् इति कृन्त् कृन्त् योगतात् कृन्त् योगतात् अस्ति अष्टपदं सलितनक्रम् अनन्तरं अनुस्वरचयित् रसवर्णचन कृन्ता कृन्ता कृन्तात् इति अत्र जरोजरि सवर्णे इति प्रसक्तिः अस्ति तात् कृन्तात् कृन्तात् सत्यं कृन्त् एव कृन्तां कुत्रापि कष्टसूरल्लोपः इत्यनेन तत्र नकारस्य लोपः क्रन्थम् तत्त्वं न भवति सरोजरिसवर्णे शक्ति क्रन्थां क्रन्तां क्रन्त् अनन्तरं क्रन्ति एव क्रन्ति योग अन्तु क्रन्त् कृन्तन् कृन्तन्ति अग्रे कृन्त् सारि कृतयोग हि कृणत् अत्र कृणत् सुरलोपः इत्यनेन लोपः भवति भवति कृन्त् योग हि कृन्त्यवहि इति अस्ति जल्लि परे हि अस्ति चेत् धी भवति कृन्त् योग हि अनन्तरं कृन्त् योग धी जलां जश् जश् कृन्द् कृन्द् योग धि कृन्धि अथवा तत्र द्रोधरीसवर्णे इत्यनेन कृन्धि वयम् अनन्तरं कृन् कृन्तात् कृन्तात् इति अस्ति तत् प्रथमपुरुषे एकवचने एव कृन्त् योगतम् अत्रापि प्रथमपुरुषे द्विवचने एव कृन्तं कृन् कृन्तं कृन्त अत्रापि कृन्ते योग कृतयोग आनि कृतियोगानि इदानीं तत्र अष्टम् इति आगच्छति प्रणतानि इति अग्रे कृतयोग आव अस्ति अनन्तरं कृणताम् यत्र यत्र श्नसोरलोपः इत्यस्य कार्यमस्ति तत्र तत्र तत् अकारलोपः भूत्वा तद् संयुक्ताक्षरम् इन्त किमपि इत् अकारः वा ठ भवति तत्र जरोजरि सवर्णे इत्यस्य कार्यमस्ति यत्र यत्र श्नसोरलोपः पित्वात् श्नसोरलोपः इत्यस्य कार्यं नास्ति तत्र तत्र रसाभ्यां नौनः इत्यनेन नत्वं भवति तदेव पाटर्न् अस्ति अस्मिन् समीचीनम् धन्यवादः महोदय विजया भगिनी लङ् वदति वा आं वदामि भगिनी श्रूयते वा आं श्रूयते. लङ्लकारः तासाम् अन् सम्यक् न श्रूयते. ताताम् अन् इदानीं श्रूयते वा महोदय? अस्तु. तातम् अम् अन् सातं त अं वा मा इति अस्ति. तत्र प्रथमं तत्र सर्वत्र अडागमः भवति लुङ् लङ् लिङ्क्षु अडदातः इति सूत्रेण. अनन्तरं कृत् इति अस्ति तत्र रुदादिभ्युहोष्णम् इति सूत्रेण तत्र नकारः आगच्छति. अतः तत्र अकृणत् इति भवति. अनन्तरं तत्र तकारः अस्ति. एतत् हल्याभ्य दीर्घसुति अपृष्टम् इति सूत्रेण तकारस्य लोपः भवति. इदानीं तावदेव खलु भगिनि अकृणत्. तत्र रसाभ्यं रो नोनः इति सूत्रेण तत्र दन्तेनकारस्य स्थाने मूर्धन्यनकारः आगच्छति. अतः तत्र अकृणत् इति एकरूपम्. अनन्तरं जलां जशोन्ति इति सूत्रेण तत्र अकृणद् इति भवति. रूपद्वयं भवति अत्र. अनन्तरं तत्र ताम् इति अस्ति. ताम् तत्र तत्र किमस्ति, तत्र दन्तेनकारः आगच्छति. दन्तेनकारः मध्ये आगच्छति. तत्र प्रथमं नचपदान्तस्य जलि इति सूत्रेण अनुस्वारः भवति. अनुस्वारस्य ययिपरसवर्णः इति सूत्रेण अकृन् भवति. अनन्तरं तां योजनेन अकृन् ताम् इति भवति. ताव अनन्तरम् अन् इति भवति. अन् भवति चेत् तत्र किमस्ति, तत्रापि नश्यपदान्तस्य जलि इति सूत्रेण अनुस्वारस्य स्थाने अनुस्वारस्य ययिपरसवर्णः इति सूत्रम् आगच्छति. अनन्तरम् अन् योजनेन अकृन्तन् इति भवति. अनन्तरं लङ्लकार मध्यमपुरुषे पूर्वमेव वयं दृष्टवन्तः. प्रथमपुरुषे किम् अस्ति, एतदेव मध्यमपुरुषे अगच्छत्. अकृणत् अकृणद् इति रूपद्वयं भवति. इदानीम् अकृन् तत्र भगिनि तां स्थाने जरो जरि सवर्णे अपि कार्यं करोति. कार्यं करोति. अतः तत्र प्रथमतकारस्य लोपः भूत्वा तत्र अकृन्ताम् इति भवति. अत्रापि रूपद्वयं भवति भगिनि. अकृन्ताम् इति तकारस्य रूपद्वयं भवति. एतत् प्रथमतकारस्य लोपः भूत्वा अकृन्ताम् इति रूपम् अन्यरूपमपि भवति. तत्र रूपद्वयं साधुः इति अत्र अस्ति. साधुः इति अत्र अस्ति. अन्यतरस्याम् इति जरोजरि सवर्णे इति विकल्पेन अतः रूपद्वयं विभाषा भवति. अनन्तरं तत्र मध्यमपुरुषे एकवचने अकृणद् अकृणत् इति रूपं द्वयं भवति. पूर्वमेव वयं दृष्टवन्तः प्रथमपुरुषे एकवचने इति. अनन्तरं तत्र अकृन्ताम् इति पूर्वं दृष्टवन्तः खलु. तादृशमेव अत्र तं योजनेन अकृन्तम् इति भवति. ता योजनेन अकृन्त इति भवति. अनन्तरम् इदानीं उत्तमपुरुषे एकवचने तत्र रसाभ्यां नूनः इति सूत्रेण दन्तेनकारस्य स्थाने मूर्धन्यनकारः भूत्वा अकृण इति भवति. अनन्तरम् अं योजनेन अकृणत अं योजनेन अकृणत्तम् इति भवति. अनन्तरम् अकृन् इति दन्तेनकारः अस्ति. अकृन्त इति भवति. वा योजनेन अकृन्तव अकृन्त्व अकृन्त्म इति रूपं भवति. आहत्य तत्र अकृणद् अकृणत् अकृन्ताम् अकृन्तन् अकृणत् अकृणद् अकृन्तम् अकृन्त अकृणतम् अकृन्त्व अकृन्त्म इति आहत्य रूपं भवति अत्र लङ्लकारे. सम्यक् सम्यक् भगिनि, धन्यवादः. उषा भगिनी विधिलिङ्ग्. आं भगिनि, विधिलिङ्ग् यात्यातां युः सर्वेषु स्थानेषु अपित् भवति. ष्णसोरल्लोपः इत्यनेन अकाररूपं भूत्वा कृन्त् भवति. कृत् धातु कृन्त् भवति. कृन्त् ष्णसोरल्लोपः इत्यनेन कृन्त् भवति. देन् नश्चापदार्थस्य जलि इत्यनेन कृन्त् भवति. अनन्तरम् अनुस्वारस्य ययि परसवर्णः इत्यनेन कृन्त् योगः यात् भवति. कृन्त् योगः यात् जरोजरिसवर्णे कार्यं नास्ति. कृन्त्यात् कृन्त्यातां कृन्त्युः कृन्त्याः कृन्त् याता यातं कृन्त्यात कृन्त्यां कृन्त्याव कृन्त्याम एव भवति. सम्यक्. अग्रे पठतु भगिनि, दकारान्तदातवः. आं भगिनि, दकारान्ताः दातवः अष्टौ दातवः. छिदिर् छिद् भवति, भिदिर् बिद् भवति, विद् विद् भवति, उन्दी उन्द् भवति, खिद खिद् भवति, उच्छ्रुतिर् छ्रुद् भवति, उत्तृतिर् तुद् भवति, शुधिर् शुद् भवति. छिदिर् धातु छिद् उभयपदी धातु. द्वैतीकरणे अद्वैतस्य पृथक्त्वे छिन्नं करोति भिन्नं करोति. छिद् योगः श्नं मिदचोन्त्यात् परः इत्यनेन छिनद् भवति. तिङ् प्रत्ययस्य निमित्तकम् अङ्गकार्यं. पित्सु अङ्गकार्यं नास्ति. छिनद् योगः ति सन्धिकार्यमेव भवति. छिनद् योगः ति छिनत्ति भवति. छिनद् योगः आनि छिनदानि भवति. अपित्सु श्नसोरल्लोपः इत्यनेन श्नम् इत्यस्य अकारस्य लोपः भवति. छिनद् योगः तः छिनद्योगतः अकारलोपः. छिन्द् योगतः सन्धिकार्यं. छिन्त्तः छिन्तः. आं भगिनि, सन्धिकार्यं छिन्द् अग्रे पठामि भगिनि. छिन्द् योगः तः नश्चापदान्तस्य जलि इत्यनेन छिन्द् योगः तः. खरी च इत्यनेन छिन्त् योगः तः. अनुस्वारस्य ययि परसवर्णः इत्यनेन छिन्त् योगः तः. वर्णमेलने छिन्तः भवति. एवं तकारान्तानां दकारान्तानां दकारान्तानां च धातूनां हल् उत्तरस्य जर् सवर्णजरीपरे बहुत्र भवति इत्यस्मात् जरोजरीसवर्णे इत्यनेन यथासङ्गं जरः विकल्पेन लोपः भवति. समानकार्यमेव भगिनि. लङ्गि लुङ् लङ् लृङ् ष्वट् उदातः इत्यनेन अडागमः. तदा चकारे परे तुक् आगमः. चकारे परे तुक् आगमः. अयोगः छिनद् छेच इत्यनेन तुक् आगमः भवति. अत् छिनद् तुक्कागम अत् छिनद् तकारः. स्तोः चुनाश्चुः इत्यनेन तकारस्य चुत्वम् आदेशः भवति. अच्छिनद् भवति. लुङ्लङ्गा अङ्गस्य अट् उदातः. लुङ् लङ् लृङ् लृङ्क्षुः. ओके, वयं पठितवन्तः. चेच ह्रस्वस्य तुक् आगमे भवति चकारे परे. ह्रस्वस्वरस्य तुक् आगमे भवति चकारे परे. अनुवृत्तिसहितसूत्रं ह्रस्वस्य तुक् छे च संहितायां. ह्रस्वस्य तुक् छे च संहितायां. लङ्गि दश्च इत्यनेन सिपि परे सिपि परे धातोः पदान्ते दकारस्य विकल्पेन रु आदेशः. बहुकालम् अनन्तरं सूत्र अच्छिनद् अच्छिनद् योगः सु हल्ङ्याभ्यो दीर्घात् सूतिस्य पृक्तं हल् इत्यनेन हल् उत्तरस्य अपृक्तसंज्ञकप्रत्ययस्य लोपः भवति अच्छिनद् भवति. वावसाने इत्यनेन विकल्पेन पदान्ते छर् आदेशः भवति अच्छिनद् अच्छिनत् भवति अच्छिनद् एव रूपं भवति. अच्छिनद् इति स्थिते दश्च इत्यनेन दश्च एय्ट् टु 65 वाट् इस् 75 ओ 8 to 75 दश्च 8 to 75 8 to 75 हौ डु ऐ से दट् सप्त अष्टमाध्यायस्य द्वितीयपादस्य पञ्चसप्तति पञ्चसप्तति क्षम्यतां भगिनि. अच्छिनद् अच्छिनद् दश्च इत्यनेन विकल्पेन रु आदेशः भवति अच्छिनरु अच्छिनरु ऊ इत्यस्य ईत्संज्ञालोपश्च करवसानयो विसर्जनीयः इत्यनेन अवसाने रेपस्य विसर्ग आदेशः भवति अच्छिनः अच्छिनः इति भवति. त्रीणि रूपाणि अच्छिनद् अच्छिनत् अच्छिनः. आं भगिनि दश्च प्रथम धातोः पदान्ते धातोः पदान्ते दकारस्य स्थाने विकल्पेन रु आदेशः भवति सिपि परे रु अभावे दत्वमेव. दह च अनुवृत्तिसहितसूत्रं दह च पदस्य धातोः रुः वा सिपि. अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि उपरि दत्तानां नियमानाम् आधारेण रूपचिन्तनं करो. लटि रूपं छिनद् छिद् योगकष्णं मितचोन्त्यात् परः इत्यनेन छिनद् भवति. गुणकार्यं नास्ति. छिनद् योगः ति छिनति छि छिनत्ति भवति. करीच इत्यनेन दकारस्य स्थाने तकार आदेशः छिनत्ति भवति. तः तः नसोरल्लोपः इत्यनेन कितिङ् इति परे अकारस्य लोपः भूत्वा छिन्द् योगः तः भवति. छिन्द् योगः तः भव चेत् सन्धिकार्यं कर्व करीच इत्यनेन छिन्तः भवति. तत्पूर्वं नश्चापदान्तस्य जलि इत्यनेन अनुस्वाररूपम् अनुस्वाररूपम् अस्ति चेत् करीच इत्यनेन चिम्त्योगः तः अनुस्वारस्य परसवर्णः एव कार्यं करोति. चिन्त् योगः तः चिन्तः भवति. जरोजरि सवर्णे इत्यस्य अनेन प्रथमतकारलोपः भवति चिन्तः भवति. अन्यतरस्याम् इत्यनेन चिन्तः एव भवति. सत्यं तीतः अन्ति कार्यं सिमिलर् एवमेव श्नसोरल्लोपः नश्चापदान्तस्य जलि अनुस्वारस्य ययि परसवर्णः स्वच्छिन् देन् जरोजरिसवर्णे कार्यं नास्ति. चिन्त् योगः अन्ति चिन्त् योगः अन्ति चिन्तन्ति एव भवति. तीतः सि गुणकार्यं नास्ति. करीच एव कार्यं करोति. छिनद्योगः सि छिनत्सि एव भवति. तः श्नसोरल्लोपः इत्यनेन अकारलोपः भवति. छिन्द् योगः तः एवमेव तः इति स्थाने कार्यं एवमेव नश्चापदान्तस्य जलि इत्यनेन अनुस्वाररूपम् अनुस्वारस्य ययि परसवर्णः इत्यनेन पुनः नकारः भवति. चिन्तः इति स्थाने जरो जरि सवर्णे इत्यनेन रूपं द्वयोः रूपं भवति. चिन्तः एव भवति. क्षम्यतां भगिनि, दूरवाणी चिन्त्योगः मध्यमपुरुष बहुवचनं कार्यं समानमेव. श्नसोरल्लोपः इत्यनेन अकारलोपः नश्चापदान्तस्य जलि इत्यनेन अनुस्वाररूपम् अनुस्वारस्य ययि परसवर्णः इत्यनेन पुनः नकारः भवति. जरो जरि सवर्णे इत्यनेन प्रथमतकारः लोपः भवति. सो चिन्त एव भवति. मि कार्यं नास्ति, चिनद्योगः मि चिनत् मि भवति. चिनद्योगः मि कर्वर्णः नास्ति, चिनद् मि एव भवति. मि वः श्नसोरल्लोपः कित्मित्त अकारलोपः नश्चापदान्तस्य जलि अनुस्वारस्य ययि परसवर्णः जरो जरि कार्यं नास्ति. चिन्त् वः करिच कार्यं नास्ति अपि. सो चिन्द्मः सम्यक् तावदेव तत्र किल सत्यं. श्नसोरलोपः अस्ति चेत् वयं जरो जरि सवर्णे अन्तिमसूत्रं भवति सर्वत्र इति न लङि एव दकारान्तधातुः इति कृत्वा तत्र दश्च. समीचीनं, धन्यवादः. धन्यवादः महोदय. छिन्दन्ति इति भगवद्गीता किल, छिन्दन्ति मम गात्राणि मुखञ्च, छिन्दन्ति मम गात्राणि, नैनं चिन्तन्ति, नैनं चिन्तन्ति शस्त्राणि, शस्त्राणि, शस्त्राणि, नैनं चिन्तन्ति शस्त्राणि, नैनं बहुत्र बहुत्र अस्ति. चिन्तन्ति इति चिनत्ति, चिन्तन्ति, चेत्स्यति, चेत्स्यति रूपम् अहमपि दृष्टवती. चेत्स्यति चिनद्योगत्तु इति अस्ति तत्र खरिच इत्यनेन चिनत् इति चिनद् योग आत् इदानीं तत्र कसुरलोप इत्यनेन तत्र चिन्द् चिन्तयोग आम् किं भवति तत्र चिन्द् अस्ति दक्षतानुसारि अनुसारते चिन्त् चिन्दयोगम् तत्र जलधरिचवर्णे इत्यनेन अस्तु. तत्र प्रथमं करिच अनन्तरं वा आं प्रथमं करिच 8455 करिच अनन्तरम् अनुस्वारसि परसवर्णः अन्ते एव जरोजरि सवर्णे करिचिन्त अस्तु. चिन्दयोगतां चिन्ताम् अनन्तरं चिन्तां दलोदरिसवर्णेतरं चिन्ताम् इति रूपद्वयम् अग्रे चिद्योग चिनद्योग अन्तु तत्रापि शसरलोपः अनेन चिन्दयोग अन्तु चिन्तन्तु चिन्त चिन्तन् चिन्द्योग भवति अग्रे पूजल्भ्योहेर्भिः प्रथमं किल प्रथमं हा पूजल्भेदि प्रथमम् अनन्तरं जलगरिसवर्ण अपि अनन्तरं तत्र तथैव प्रथमं चैव चिन्ता अग्रे चिनद् आनि चिनदानि चिनत् खलु चिनत्योग चिनत्योग आनि खलु चिनत्योग आनि तत्र किमपि कार्यं नास्ति किल चिनत् आनि चिनतानि चिनताव चिनताम इति सत्यं सम्यक् तावदेव अत्र समीचीनं महोदय धन्यवादः भगिनी विजया भगिनी लङ् तत्र किञ्चित् कार्यमस्ति वदामि भगिनि अत्र सर्वत्र लुङ् लङ् लृङ्क्षु अडुदातः इति सूत्रम् आगच्छति तत् इदानीं तत्र चेच इति सूत्रेण तत्र चकारस्य स्थाने तुक् आगमः भवति आगमः एव स्थाने नास्ति आगमः इत्युक्ते स्थानं अत्र धातुः चिद् अनन्तरम् आयोजनेन अनन्तरं चेच इति सूत्रेण अच्छि इति भवति अनन्तरं तत्र किमस्ति तत्र स्तोः चुनाश्चुः इति सूत्रेण तकारस्य स्थाने प्रथमः चकारः आगच्छति अनन्तरम् अच्छि न तत्र रुदादिभ्यः श्नम् इति नकारः आगच्छति तत्र अचिनद् इति अन्तिमरूपं भवति खलु भगिनि अचिनद् अचिनद् अचिनद् अत्र लङ्लकारि रूपं द्वयं भवति तत्र खरिच इति सूत्रेण तृतीयदकारस्य स्थाने प्रथमतकारः आगच्छति अतः तत्र अचिनत् इति रूपद्वयं भवति अचिनत् इति रूपं परन्तु सूत्रं दोषाय उक्तवती सूत्रं न वा अवसाने न खरिच वा अवसाने इति सूत्रेण तत्र रूपं द्वयं भवति तत्र तादृशमेव अचिन् तत्र स्नसोरल्लोपः इति सूत्रेण तत्र नकार उत्तरवर्ति अकारः लोपः भूत्वा अचिन् योजनेन ताम् अचिन् ताम् इति भवति अन्य योजनेन प्रथमपुरुष अचिन् नद् इति भवति खलु तादृशमेव तत्र नच पदान्तस्य जलि इति सूत्रेण अनुस्वारः भूत्वा अनन्तरं अनुस्वारस्य ययि परसवर्णः इति सूत्रेण नकारः आगच्छति अचिन् दन् इति अन् योजनेन अचिन् दन् इति अन्तिमरूपं निष्पन्न अनन्तरं मध्यमपुरुषे एकवचने प्रथमं पुरुषमिव तत्र अचिन्नद् अचिन्नत् इति भवति अन्यरूपमपि भवति तत्र तत्र करवसानयोर्विसर्जनीयः न करपत्रे पठितवन्तः किल सूत्रम् एकं सूत्रं तकारान्तधातुः अस्ति चेत् तस्य स्थाने ऋत्वं भवति इति दश सूत्रम् आगच्छति खलु भगिनि, दच्छ दच्छ इति सूत्रेण तत्र दकारस्य स्थाने ऋत्वं भवति. अनन्तरं ऋत्वं भवति चेत् तत्र करावसानयोर्विसर्जनीयः इति सूत्रेण विसर्गः आगच्छति, अतः तत्र अच्छिन्नः इति अन्यरूपमपि आगच्छति. अतः अत्र रूपं त्रयं भवति, अचिह्नः, अचिह्नद्, अचिह्नत् इति. पूर्वमेव वयं दृष्टवन्तः अचिन् इति. इदानीं तं योजनेन अचिन्तम्, अनन्तरम् अचिन्त, इदानीं उत्तमपुरुषे एकवचनम् आम् योजनेन तत्र स्नसु तत्र नकारस्य नकारः तादृशमेव तिष्ठति. तत्र स्नसोर् लोपः इति सूत्रेण अकार नकार उत्तरवर्ति, अकारः न लोपः भवति, अतः तत्र अचिन्नदम् इति भवति. अनन्तरं तत्र तादृशमेव वः वा मा योजनेन अचिन्द्व अचिन्म इति भवति. सत्यं, सम्यक्, तावदेव. अच्छिनत्व अच्छिन् अच्छिनत्म सर्वदा चकारः चकारः नकारः. आम् उषा भगिनि, विधिलिङ्ग विधिलिङ्ग यात् यातां युः सर्वेषु स्थानेषु कित् ङित् प्रत्ययः एव भवति. तस्मात् स्नसोर् अल्लोपः इत्यनेन अकारलोपः भूत्वा छिनद् इति छिन्द् भवति. छिन्द् अनन्तरं नश्चापदान्तस्य जलि करी च इत्यनेन चिं नश्चापदान्तस्य जलि इत्यनेन चिम्द् भवति. चिम्द् योगः तः करिच इत्यनेन चिम्त् दकारस्य स्थाने कर्वर्णः तकारः भवति. चिम्त् योगः तः अनुस्वारस्य ययि परसवर्णः इत्यनेन छिन्त् भवति. चिन्त् योगः यात् चिन्त्यात् चिन्त्यातां चिन्त्युः चिन्त्याः चिन्त्यातं चिन्त्यात चिन्त्यां चिन्त्याव चिन्त्याम एव भवति भगिनि. सत्यं, दकार यकार विद्या भवति संयुक्ताक्षर चिन्त्यात्. सत्यं, सम्यक्. अग्रे अपि पठतु भगिनि. एवमेव भितिर् बिद् भवति, उभयपति विदारणे. ओके, विद् भवति आत्मनेपति विचारणे. ओके, उन्द् भवति परस्मैपति क्लेदने भगिनि क्लेदने क्लेदने क्लेदने इत्युक्ते टु मोयिस्टन् टु वेट् आर्दु होना अकीला होना क्लेदने. खिद् भवति आत्मनेपति दैन्ये. ओके, उच्छ्रुदिर् छ्रुद् भवति उभयपति दीप्ति देवनयोः. उत्रुतिर् त्रिद् भवति उभयपति हिंसा नादरयोः. क्षुतिर्भवति शुद् उभयपति सम्पेषणे भवति सम्पोषणे वा नो शुद्ध क्षुद्ध रुदादिगणः किल शुधिर् सम्पेषणे रुदादि उभयपदि सकर्मक टु क्रश् ट्रैन् टु क्रश् सम्पेषणे पेषण सर्वत्र इर् इत्संज्ञा वाच्या, तस्य उपयोगम् अधिकम् अस्मिन् गणे एव भवति. पौण्डिङ्ग् इति वदति वा महोदय? रैस् डम्प्लिङ्ग्स्. ओ ओ ओ ओ ओके. ओ एवं वा? ओ सम्यक्, समीचीनम्. उत्तृदर् तृद् उभयपति हिंसानादरयोः, क्षुदिर् क्षुद् उभयपति सम्पेषणे. तत्रापि तदेव वयं दृष्टवन्तः किल, सम्पेषणे इति. समीचीनम्. अस्तु, प्रायः भवती तु लट् बहुवारं कृतवती, अतः लोट् भवती करोतु. महोदय लट् करोति वा? दकारान्तदातुः पठतु. आवरणे तद् सन्धिकार्यं पठतु महोदय, अनन्तरं वयं कुर्मः. एकमेव नूतनसूत्रमस्ति, जशस्ततोर्दोर्दः. सन्धिकार्यम् अस्तु, सङ्कार्यं नास्ति. ऋणदित्ति सन्धिकार्यं, ऋणदि ऋणदि ऋणधानि अपि सुष्णसुरलोपः इत्यनेन अष्टम् इत्यस्य अकारस्य लोपः ऋणस्तः सन्धिकार्यं रुन्दियोगस्तः. इदानीं जशस्ततो ततोः दः अधः इति ऋन्दयोगः स नश्चापदान्तदलि इत्यनेन अनुस्वारः. अनन्तरं रुन्धः जलां जर्चसि, रुन्द् योगद्धः अनुस्वारस्य परसवर्ण इत्यनेन रुन्द् योगद्धः जरोजरी सवर्णे विकल्पेन तकारस्य लोपवर्णमेरणे रुन्धः रुन्धः. चषस्ततोदः एव नूतनं अत्र. इत्यस्य उत्तरस्य ठकार ठकार ठकारयोः स्थाने ढकारदेशः भवति. तस्य ठ च ततो तथौ इतरेतरद्वन्द्वः तयोः तथोः ठकारोत्तर अकारः उच्चारः अग्रे दः इत्यस्य ठकारोत्तर अकारः अपि तथा शशः पञ्चमे ततोः अधः पञ्चम्यन्तम् अनेकपदवीं सूत्रं स्वयं संपूर्णं. जशः ततोः दः अधः लङि जलां तदा दश्चैत्यनेन धातोः पदान्ते दकारस्य विकल्पेन रु आदेशः. दकारान्तानां इव त्रीणि रूपाणि अत्रापि भवति. समानकार्यमेव तत्र रुदादिगणे सर्वत्र इदानीं पर्यन्तं समानकार्यमेव भवति. यत्र अत्र एकं नूतनसूत्रं, पूर्वं करी च आसीत्, इदानीं जशस्ततोर्दोर्दः, परन्तु अन्यत् सर्वं तु समानमेव अस्ति. लट् रुद्योग ती इदानीं रुद्योग ती इति अस्ति स्तम्भित् आगच्छति ऋणद् योग एकनिमिष रुद् खलु ऋणद् योग ती ऋणद् योग ती इति अस्ति इदानीं तत्र ऋणद् योग ती तत्र खलु तत्र जशस्ततो बोधः अस्तु जशस्ततोः जश्वर्ण अस्ति ऋणद् धकारस्य अतः धकारस्य धकारपति ऋणद् योगद्धि अनन्तरं तत्र जलाञ्जश्चीव ऋणद् योगद्धि ऋणद्धि इति रूपं ऋणद्धि इति रूपं ऋणद्धि तत्र अस्माकम् अट्कुप् वाङ्मम् अपि भवति अतः ऋणद्धि सत्यम् अग्रे ऋणद्योगतः तत्र अश्नसुरालोपः इत्यनेन तत्र रुन्धुयोगः तत्रापि तत्र चतुर्दोध दशः तकारस्य तकारदेशपति रुन्धुयोगः अनन्तरं रुन्द् तत्र रुन्द् नकारस्य नकारः भवति जष्ट्वं रुन्द् योग रुन्धः अनन्तरं तत्र नकारस्य लोपः अपि भवति रुन्द रुन्धः जलोदयः चलति अग्रे ऋणद् ऋणद्योग अन्ति अत्रापि रुन्ध योग अन्ति लोप इत्यनेन ऋजङ्गं रुन्धन्ति तस्य वर्णविरणम् अग्रे ऋणद्योगसि ऋणद्योगसि इति अस्ति ऋणद्योगसि धकारसि तत्र ऋणद्दीति तत्र ऋणद्योगति ऋणत् सत्वं भवति पुरं ऋणत् यदा ऋणद्धि तत्रापि नत्व भवति आं सत्यं ऋणसि ऋणसि इति भवति तकारस्य तकारस्य तकारः भवति परिचय ऋणस्ति ऋणस्ति इति भवति अनन्तरं रुन्धुयोगतः तत्रापि ऋणद् इति अस्ति रुन्ध् इति भवति रुन्धुयोगतः जशस्ततो ततोः दः इति भवति सः रुन्धुयोगतः अनन्तरं तत्र जलञ्जशि रुन्धुयोगतः अनन्तरं तत्र विकल्प तत्र रुन्द् इति अनुशरस्य क्षम्यतां तत्र अनुस्वारः भवति अनुसरे परस्वरमित्यनेन भवति वा आम् सत्यं रुन्धः अथवा रुन्धः इति रूपद्वयं जरोजरिसवर्णित्यनेन अग्रे रुन् तथैव अतः रुन् रुन्ध इति अथवा रुन् रुन्ध इति ऋणद् योग नि ऋणद् अस्ति अनन्तरं ऋणद् योगवः रुन्द् रुन्धुयोगवः रुन्ध्वः रुन्ध्मः सत्यं सम्यक् समीचीनं समानकार्यमेव उषाभगिनी लोट् वदतु भगिनि न क्षम्यतां विजयभगिनी प्रायः विजयभगिनी बहुवारं लङ् उक्तवती लोट् वदतु इदानीं लोट् भवति तत्र रूपं तु रुद् अस्ति अत्र प्रथमं तत्र किमस्ति तत्र एतत् रुदादिभ्योष्णम् इति आगच्छति खलु भगिनि, रुदादिभ्योष्णं तत्र मध्ये आगच्छति. अत्र अतः अनन्तरं रेपः अस्ति, अतः तत्र अटुकुपवाङ्नुं वे अपि इति सूत्रेण तत्र दन्त्यनकारस्य स्थाने मूर्धन्यनकारः आगच्छति. अनन्तरं किम् अस्ति तत्र तत्र एकनिमिषं तत्र तु तात् ताम् अन्तु ही तात् न तु शून्यं तात् तं त आनि आव आम इति अस्ति. इदानीं तु अस्ति चेत् तत्र तकारः आगच्छति, परन्तु तत्र किमस्ति तत्र तत्र दकारः अस्ति खलु भगिनि, चतुर्थवर्णः तत्र जलां जषन्ति इति सूत्रेण तत्र जशस्ततोर्दोर्दः इति सूत्रेण तकारस्य स्थाने चतुर्थवर्णः आगच्छति खलु भगिनि. अनन्तरं अत्र रूपं त्रीणि सन्ति अत्र. अनन्तरं तत्र जलां जशि इति सूत्रेण तकारस्य स्थाने दकारः तृतीयवर्णः आगच्छति, अतः तत्र ऋणद् इति प्रथमं भवति. अनन्तरं तत्र किम् अस्ति तत्र नकारस्य स्थाने स्नसोरल्लोपः इति सूत्रेण तत्र नकार उत्तरवर्ति अकारः लोपः भूत्वा नकारस्य स्थाने नचपदान्तस्य जलि इति सूत्रम् आगच्छति. अनन्तरं अनुस्वारस्य ययीपरसवर्णः इति सूत्रम् आगच्छति, अतः तत्र रुन्द् योगः तात् रुन्दात् इति भवति. अनन्तरं तादृशमेव पूर्वं दृष्टवन्तः ऋणोद् इति तृतीयदकारः चतुर्थदकारः एतत् तत्रापि अनुस्वार नचपदान्तस्य जले अनन्तरम् अनुस्वारस्य ययीपरसवर्णः इति सूत्रम् आगच्छति, अतः तत्र तात् योजनेन रुन्दात् इति भवति. रूपद्वयं भवति, रूपं त्रीणि भवति अत्र सन्ति. अनन्तरं ताम् इति अस्ति, रुन्द् इति पूर्वं जरोजरि जरोजरि सवर्णे इति अपि कार्यं करोति अत्र. जलां जषि क्षम्यतां जलां जशोन्ते इत्यनेन रुन्दाद्, अनन्तरं पुनः वा अवसाने इत्यनेन रुन्दात् भवितुमर्हति. चत्वारि पञ्चरूपाणि रुन्दाद् रुन्दाद् रुन्दात् रुन्दाद् इति पञ्चरूपाणि पञ्चरूपाणि एकमेव एकमपि वयं प्रयोगं न कुर्मः. रुन्द् इत्युक्ते किम्? कः आवरणे रुधिरावरणे न भवति, किमपि लेखितुं शक्नुमः. इदानीं रुन्द् इति पूर्वम् अगच्छत् तां योजनेन रुन्दाम् इति प्रथमरूपम्, अनन्तरं तत्र जलां जषि इति सूत्रेण तृतीयधकारः आगच्छति, अतः तत्र रुन्दाम् इति भवति. अन्त्ययोजनेन रुन्दन्त् इति भवति. इदानीं मध्यमपुरुष एकवचने तत्र चतुर्थवर्णः तत्र जशस्ततोर्दोर्दः इति सूत्रेण तकारस्य स्थाने चतुर्थवर्णः आगच्छति, अतः रुन्दि इति भवति. जलं जश् जशि इति सूत्रेण तकारस्य स्थाने तृतीयदकारः आगच्छति, अनन्तरं चतुर्थवर्णः एतत् रुन्दि इति भवति, अनन्तरं तात् योजनेन रुन्दात्, अनन्तरं रूपं तत्र द्वयं भवति. एतत् तु तृतीयवर्णः भूत्वा एकरूपं, तृतीयवर्णः चतुर्थवर्णः भूत्वा अन्यरूपम्, अतः तत्र रूपं चत्वारः अस्ति. इदानीं रुन्द इति चतुर्थवर्णः अन्तिमवर्णः, तं योजनेन रुन्दम् इति भवति. तादृशमेव अत्र रूपं द्वयं, तृतीयवर्णः अनन्तरं चतुर्थवर्णः भूत्वा रुन्दम् इति भवति. इदानीं प्रथमतया तत्र मध्यमपुरुष बहुवचने रूपं द्वयं भवति खलु भगिनि, रुन्द इति एक यदा द्विवचने तदा बहुवचने. आं भगिनि, आम्, रुन्द इति एकरूपं, रुन्द इति तृतीयवर्णः चतुर्थवर्णः भूत्वा रुन्द इति रूपं द्वयम् अत्र साधनम् अस्ति. अनन्तरं तत्र रुद् इति भवति, तत्र पूर्वमेव वयं दृष्टवन्तः तत्र रेपस्य स्थाने अतः रेपः आगच्छत् अतः तत्र अटुकुपुवाङ्गम् एतत् सूत्रं कार्यं करोति, अतः तत्र दन्तिनकारस्य स्थाने मूर्धनिनकारः आगच्छति. अनन्तरम् आनि इति आगच्छति, आनि इति अस्ति. इदानीं वर्णमेलनेन ऋणदानि इति भवति. अनन्तरं तत्र आव आम योजनेन ऋणदाव ऋणदाम इति अन्तिमरूपं निष्पन्नं भगिनि. सम्यक्, समीचीनं भगिनि, धन्यवादः. इदानीं उषा भगिनी वदतु लङ्लकारः. आं भगिनि, रुद् रुद् धातु उष्णं भूत्वा ऋणद् भवति, ऋणद् योगः लङ् लङ् प्रथमम् अट् आगमः भवति, लुङ् लङ् लृङ् ष्वड् उदात्तः इत्यनेन अरुन्द् अरुण् अरुणद् भवति, अरुणद् योगः तकारः, अरुणद् योगः तकारः, तकारः हल्ङ्याभ्योदीर्घात् सुतुस्य पृक्तं हल् इत्यनेन तकारलोपः भवति. अरु अरुणद् भवति, अरुणद् पदं जातम्, अरुणद् इति स्थिते अरुणद् इति तकारः तकारः नास्ति, अरुणद् अरुणद् भवति. जलं जशोन्ते अपि भवति, अट्कुप् वाङ्मपि भवति. अट्कुप् अरुणद् भवति, अरुणद् जलां जश् जशोन्ते इत्यनेन जष्टं जष्ट्वं भूत्वा अरुणद् भवति. तत्र एव वा अवसाने इति कार्यं करोति भगिनि खलु भगिनि, अन्ते अन्ते यदा यत्र जलां जशोन्ते तत्र वा अवसाने, सत्यम्, अतः रूपं द्वयं भवति, सत्यम्. तु ताम् ताम् इति अपित्सु कित् ङित् कार्यम् अस्ति, श्नसोरल्लोपः इत्यनेन नकारस्य परः अकारः लोपः भवति. रुन्द् योगः ताम् रुन्द् योगः ताम् रुन्द् योगः ताम् जशस्ततोर्धोर्धः इत्यनेन ताम् इत्यस्य त स्थाने ध भवति, रुन्द् योगः धाम् रुन्द् योगः धाम् नश्चापदान्तस्य जलि इत्यनेन अनुस्वाररूपं भूत्वा रुन्द् योगः धाम् जलां जश् जशि इत्यनेन रुन्द् इति स्थिते रुन्द् भवति, अल्पप्राणं भवति. रुन्द् योगः धाम् अनुस्वारस्य ययि परसवर्णः इत्यनेन अनुस्वारस्य स्थाने नकारादेशः भूत्वा रुन् द् रुन्द् योगः धाम् जरोजरी सवर्णे इत्यनेन विकल्पेन दकारलोपः भूत्वा रुन् धाम् रुन्द् धाम् भवति. देन् रुन् रुन्नद् ऋणद्योगः अन् ऋणद्योगः अन् अन् इति अपिचु कार्यं भवति श्नसोरल्लोपः इत्यनेन अकारलोपः रुन्द् योगः रुन्द् योगः अन् रुन्द् योगः अरुन् अरुन्द् योगः अन् अरुन्द् योगः अन् अरुन्धन् एव भवति भगिनि अरुन्धन् एव भवति अरुन्धन् धन् अरुणद् अरुणद् योगः सु अरुणद् योगः सु सु सु देन् अरुण् अरुणद् योगः सु प्रथमं हल्याभ्योदीर्घा चुतिस्य प्रथमं हल् इत्यनेन सकारलोपः अरुणद् योगः अरुणद् एव भवति अरुणद् भव इति स्थिते अरुणद् इति स्थिते पदं सो जलां झष् झष् न जलां झष् झषि नास्ति दश्च इति कार्यं करोति दश्च अपि कार्यं करोति जलां झष् झषि झषि नास्ति भगिनि जलां झषोन्ते जलां झषोन्ते इत्यनेन अरुणद् भवति अरुणद् भवति देन् अरुणद् इति स्थिते दश्च इति सूत्रेण दकारस्य पदान्तदकारस्य ऋ आदेशः भवति ऋ आदेशः भवति अरु अरुण अरुणः अरुणः भवति सूर्य अरुणः तदेव न किल क्रियापदं न आवरणे परन्तु तद् अर्थः आवरणे इति अस्ति किल तद् समीचीनम् तद् नामपदमस्ति एतत्तु क्रियापदम् आवरणे नास्ति सूर्यस्य सूर्यस्य आवरणः नास्ति अस्माकम् आवरणं करोति तद् तादृशचिन्तनं क्रियापदं किल आक्षन् वर्ड् आम् आं तत् कार्यं करोति चेत् एव अरुणः अरुणः देन् अरुन् अरुन्द् योगः तम् अरुन्द् अरुणद् योगः तं तम् इति कित्नित् कार्यम् अस्ति श्नसोरल्लोपः इत्यनेन अरुन् अरुन्द् योगः तं तम् इति ध इति झष् अस्ति सो तम् इति तकारस्य स्थाने दकार भूत्वा अरुन् अरुन्द् योगः धम् अस्ति अरुन्द्योगः दम् नश्चापदान्तस्य जलि कार्यम् अनुस्वारकार्यं जलां झष् झषि जलां झष् झषि इत्यनेन धकार धातोः धकारस्य स्थाने अल्प अल्पप्राण भूत्वा रुन्द् योगः धाम् धां दम् दम् अण्ड् देन् अनुस्वारस्य ययि परसवर्णः इत्यनेन अरुन्द् योगः अरुन् नकारं भूत्वा अरुन् अरुणद् अरुणद् योगः धं जरोजरी सवर्णे देन् या अरु अरुन्द् योगः धं जरोजरी सवर्णे इत्यनेन दकारस्य अल्पप्राणदकारस्य लोपः भूत्वा अरुन्द् अरुन् अरुन्दम् अरुन् अरुन् धन् तकारः मध्यमपुरुष बहुवचनं तकारः अरु अरुणद् अरुणद् इति स्थिते श्नसोरल्लोपः इत्यनेन अरु अरुन् अरुन्ध अरुन्द् भवति अरुन्द् योगः तम् एवमेव कार्यं जशस्ततोर्दोर्दः इत्यनेन तकारस्य स्थाने प्रत्ययतकारस्य स्थाने दकारः भवति, नश्चापदान्तस्य जलि इत्यनेन मध्यमनकारस्य स्थाने अनुस्वाररूपं जलां जश् जषि इत्यनेन धकारस्य स्थाने दकारः भवति, अनुस्वारस्य ययि परसवर्णः इत्यनेन अनुस्वारस्य स्थाने नकारः भूत्वा रुन्द् योगः ध भवति, अरुन्दियोगः द जरोजरीसवर्णे इत्यस्य दकारस्य लोपः भूत्वा अरुन्द द भवति. ऋणद्योगः अम् इति पित् भूत्वा श्नसोरल्लोपः कार्यं नास्ति. अरुणद्योगः अम् एव भवति. देन् वः अन् नाट् वः व अरुन्द् अरु अरुणद् योगः व अरुणद् योगः व कित्नित् कार्यमस्ति. श्नसोरल्लोपः इत्यनेन अकारलोपः अरुन् अरुन् अरुन्द् योगः व अरुन्द्योगः व देन् अरुन्द्योगः व जशस्ततोर्ध्वोर्नास्ति. नश्चापदान्तस्य जलि इत्यनेन अरुन्द् इति अनुस्वाररूपं भूत्वा अरुन्द् योगः व अरुन्द् योगः व इति स्थिते जशि नास्ति. अनुस्वारस्य ययि परसवर्णः इत्यनेन अरुन्द् नकाररूपम् आगच्छति. अरुन्ध्व एव भवति. तावदेव, तत्र जरि इत्यस्य अवसरः धन्यवादः भगिनि. महोदय विधिलिङ्ग् वदति वा? हा, विधिलिङ्ग् यास् इति सर्वे अपि तः अतः कसोरलोप इत्यस्य कृतपशक्ति अतः रुन्ध् इति भवति. अनन्तरं तत्र रुन्धयोगया तत्र जलान् जषि इत्यस्य कार्यं नास्ति, अपि च तत्र जरोजरि इत्यस्य कार्यं नास्ति, केवलं वर्णमेलनमस्ति. रुन्ध्यात् रुन्ध्यातां रुन्ध्युः रुन्ध्याः रुन्ध्यातं रुन्ध्याता रुन्ध्यां रुन्ध्याव रुन्ध्याम इति रूपाणि. समीचीनम्. अग्रिमधातुः पठतु महोदय किञ्चित् पञ्चांश. आत्मनेपदी ओ एवम् अस्ति वा? उभयपदी अस्ति वा? उभयपदी. आत्मनेपदी कुर्मः वा अग्रिमधातोः आत्मनेपदी कुर्मः वा? तद् परस्मैपदी धातुः अस्ति. अस्तु कुर्मः. तत्र कार्यं किञ्चित् भिन्नम् अस्ति वा? समानकार्यमेव किल? चषस्ततोर्धोर्धः भवति. अनन्तरं यत्र यत्र श्नसोरलोपः वयं किञ्चित् तत्र अवधानं दातव्यं, तत्र जरोजरि भवति वा इति किल. अस्तु अग्रिमधातुः पठतु महोदय. शकारान्तः किल द अभवत्, इदानीं ष सिक्स्त् षष्ठः शकारान्तदातवः तदेव खलु? द्वौ धातु शिश्लृ इति शिश्ल इति पिश् इति शिश्ल शिशु इति प्रश्ने पति विशेषणे विशेष शिशि इति अस्ति स्थम् इत्यनेन शिरश् इति शिनश् इदं तिक्प्रत्ययनिमित्त कार्यकार्यं तित्सकार्यं नास्ति. शिनश्य गति शिनष्टि इति भवति. शिनष्टि इति सन्धिकार्यमस्ति. शिनशगानि शिनशानि अपि तु स्वसलोप इत्यनेन अष्टम् इत्यस्य अकारस्य लोपः तत्र शिनश्योगतः श्नेश्योगतः नन्दिकार्यं तत्र शिष्टः इति अग्रे नन्दिकार्यं शिनश्योगति इति तत्र अष्टुनाष्टुः इत्यनेन अष्टु शीर्षगन्ति किमर्थं तत्त्वं न भवति इति तस्य प्रक्रिया पश्चपदजलि अनन्तरं इति इत्यनयो कार्यं तथापि भवति तथा रुन्द् धातुः अपि सङ्गे तथा अत्रापि अत्र अन्ति इत्यस्मिन् अपदान्तसकारस्य अनुसरते भवति एव मास्तु दन्त्यसकारस्य तवर्ग अवर्गीयवर्णस्य स्थाने नूतन्यशकारादेशः षकारदेशः टवर्गीयवर्ण टवर्गीयवर्णादेशाश्च भवतः मूर्धन्यषकारः टकार्गीयवर्णयोः चिनश्योग सि इति अस्ति तत्र षडोकः सि इत्यस्य अस्ति षडोकः सि षकारे परे षकारान् षकारस्य स्थाने षकारदेशः षश्च ढश्च तयोः इतरेतरद्वन्द्वः षडौ तयोः षडौ षडोः षडौ षस्य कृतः कृतमान्तम् इति कृतं स्वयं सम्पूर्णं षडौ कः सि छिनश्योगसि हि इति अस्ति अत्र हूजल्प हेदि इत्यस्य लटि पाणि तत्र षडोः कहसि हूजल्भ्यो हेर्भिः अनन्तरं सन्धिकार्यम् इत्युक्ते तत्र अष्टुनाष्टुः तदेव अत्र किल नूतनं किमपि अन्यत् नूतनं नास्ति केवलं सन्धिकार्याणि कानिचन सूत्राणि योजितानि अत्र अस्तु लट् उक्त्वा समापयामः वा अत्र शिशि खलु तत्र शिशि धातुः अस्ति शिश्योग ति इदानीं शिनश्योग ति शिनश्योग शि इति अस्ति पुनष्टुः इत्यनेन शिनश् टकारस्य टकार भवति छिनष्टि इति भवति अनन्तरं शिनश्योग तः इति अस्ति खलु शिन्स् शिन्स् योग शिन्स् योग शिन्स्योगतः शिरापदान्तरीचन शिंश् शिंश् योग सः शिंस् योग अस्तु अस्तु अस्तु नास्तु अग्रे शिंस्यन्ति तत्र शिंस्यन्ति शिंसन्ति इति भवति शिंसन्ति इति भवति शिन अग्रे शिष्योगति शिनश्योगति अत्र शिनश् इति अस्ति षडोकः अस्ति एकवारं षडोकः अस्ति शिनः योगसि अनन्तरं क्षि अग्रे शिष्यसि शिन्स् इति शिन्स्तः शिष्टः इति भवति शिनश्योगनि इति अस्ति तत्र किमपि नास्ति शिनश्नि इति भवति शिंश्योगवः शिंश्वः शिंश्मः इति नकारस्य सत्यं तदेव भवति अन्यत् किमपि नास्ति यत्र अवसरः तत्र श्रुनाष्टुः समीचीनम् अस्तु, अद्य प्रायः अत्र स्थगयामः. अग्रे तद् लङ् लोट् सर्वं साधयामः अग्रिमसप्ताहे. तत्र धातुद्वयमेव अस्ति, सकारान्तदातवः अनन्तरं हकारान्तदातवः. तस्मात् अनन्तरम् एकः अभ्यासः अस्ति अन्ते, करपत्रस्य अन्ते वाक्यनिर्माणं करोतु अभ्यासः इति महोदयेन दत्तम्. अतः सर्वे रुदादिगणीयदातवः अर्थसहिताः दत्ताः च, तत्र वाक्यानि रचनीयानि. महोदय तु लटि लोटि लङ्गि इति तत्र दत्तं, केवलम् एकम् अपि प्रयत्नं किञ्चित् कुर्वन्तु, अहमपि प्रयत्नं करोमि. तत्र कथम् आगच्छति इति चिन्तनीयम्. आत्मनेपदी वा परस्मैपदी वा किमपि स्वीकरोतु, एकमेकं वाक्यं तत्र. अस्तु अस्तु, धन्यवादः भगिनी. अहं मेरि मेरि किम् अस्ति, मम सिस्टर् अस्ति खलु, तत् तस्याः